पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 64 व्यास उवाच पुनरन्यत् प्रवक्ष्यामि स्तोत्रं गणाधिपस्य च सर्वसिद्धिकरं पूदं सर्वाभीष्टफलप्रदम् एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् लम्बोदरं विशालाक्षं वन्देहं गणनायकं मुञ्जकृष्णाजिनधरं नागयज्ञोपवीतकं बालेन्दुकलिकामौलिं वन्देहं गणनायकम् सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम् मूषकोत्तममारुह्य देवासुरमहाहवे योद्धुकामं महाबाहुं वन्देहं गणनायकम् अम्बिका हृदयानन्दं मातृका परिवेष्टितं भक्तिप्रियं मदोन्मत्तं वन्देहं गणनायकम् चित्ररत्नविचित्राङ्गं चित्रमालाविभूषणं कामरूपधरं देवं वन्देहं गणनायकं गजवक्त्रं सुरश्रेष्ठं चारुकर्णविभूषितं पाशाङ्कुशधरं देवं वन्देहं गणनायकम् यक्षकिन्नरगन्धर्वैः सिद्धविद्याधरैः सदा स्तूयमानं महादेहं वन्देहं गणनायकं गणाष्टकमिदं पुण्यं भक्तिदो यः पठेन्नरः सर्वसिद्धिमवाप्नोति रुद्रलोके महीयते न निःस्वदां तथाभ्येदि सप्तजन्मसु मानवः य इदं पठते नित्यं महाराजो भवेन्नरः वश्यं करोति त्रैलोक्यं पठनाच्छ्रवणादपि स्तोत्रं परं महापुण्यं गणपस्य महात्मनः इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे गणपतिस्तोत्रं नाम चतुष्षष्टितमोऽध्यायः ॐ